अस्तु तर्हि अद्यतनविषयः अस्ति अष्टाध्याय्यां सूत्राणां फलाफलम् इति. तस्मिन् करपत्रे पुनः पूर्वत्र सिद्धम् इति आरभ्य पुनः पश्यामः, किञ्चित् अनुवर्तरूपेण दृष्ट्वा पुनः अग्रे गच्छामः. तर्हि महोदय सिद्धमुने महोदय वदति वा पूर्वत्र सिद्धम् इति पठित्वा शीघ्रं शीघ्रं पठित्वा वदति चेत् तदपि समीचीनं, नो चेत् स्वयं वदति चेत् प्रयत्नं करोमि भगिनि. अत्र पूर्वत्र सिद्धम् इति सूत्रम् अत्र अष्टाध्यायी भागद्वयम् अस्ति. प्रथमभागः अस्ति सपादसप्ताध्यायी इति, तत्तु प्रथमसप्त अध्यायाः अष्टम अध्याये प्रथमपादः. द्वितीयभागः अस्ति त्रिपादी. अत्र अष्टाध्याय्याम् अत्र अष्टमाध्याये द्वितीयतृतीयचतुर्थपादाः सन्ति, तान् मिलित्वा त्रिपादी इति वदामः. पूर्वत्र सिद्धम् इति वदति अत्र यदि एकस्मिन् समये सपाद सप्ताध्यायीं सप्ताध्याय्याम् एकं सूत्रं त्रिपाद्याम् एकं सूत्रं समानकाले कार्यं कर्तुम् आगच्छतः, तर्हि त्रिपाद्यां यत् सूत्रम् अस्ति तत् सपादसप्ताध्याय्यां सूत्रं प्रति असिद्धं भवति. तथा एव यदि त्रिपाद्याय्यां सूत्रद्वयम् एकस्मिन् समये आगत्य कार्यं करोति चेत् तस्मिन् समये अपि पूर्वसूत्रं प्रति परसूत्रम् असिद्धं भवति. तदस्ति पूर्वत्रासिद्धम् इति भगिनी. पूर्वत्रासिद्धं तु द्विविधम् अस्ति, अग्रे वदामि वा? पूर्वत्र सिद्धं कार्यं द्विविधम्, एकः शास्त्रासिद्धम् अन्यः कार्यासिद्धम्. द्वयोः सूत्रयोः युगपत् कार्य युगपत् कार्यम् आगच्छति चेत् परत्रिपादिसूत्रम् असिद्धम् इति कारणात् शास्त्रासिद्धम् इति उच्यते. त्रिपादसूत्रस्य कार्यं पूर्वं कारितं चेत् तर्हि सप्ताध्यायसूत्रम् अथवा त्रिपादसूत्रम् आयाति चेत् परिपादसूत्रस्य सूत्रं न पश्यति, अतः परत्रिपादसूत्रेण किमपि कार्यं न भवति, अतः असिद्धम् इति पूर्वात्रसिद्धम् इत्यनेन असिद्धं भवति, तदेव कार्यासिद्धम् इति उच्यते. भगिनि धन्यवादः. भगिनी सम्यक् उक्तवती, किन्तु किम् इत्युक्ते बिन्दुद्वयं वर्तते खलु अस्माकम्. एकमस्ति त्रिपाद्याम् एव पूर्वसूत्रं प्रति त्रिपाद्याम् एव पूर्वसूत्रं प्रति परस्त्रिपादिसूत्रं स्वयम् असिद्धं भवति. तत्तु प्रथमबिन्दुः अस्ति. द्वितीयबिन्दुः अस्ति त्रिपादिसूत्राणि प्रति सपादसप्ताध्यायी क्षम्यतां किं वक्तव्यं भवति, सपादसप्ताध्यायीसूत्राणां प्रति त्रिपादिसूत्रम् असिद्धं भवति खलु. तर्हि तादृश द्वयोः बिन्दु द्वौ बिन्दु अपि शास्त्रसिद्धं कार्यसिद्धम् उभयत्र बिन्दुद्वयं कार्यं करोति, बिन्दुद्वयस्य कार्यम् अस्ति. अस्तु, आं भगिनि. तर्हि काव्यसिद्धं यत्र भवति, पूर्वं कार्यं कृतं, त्रिपादे कार्यं कृतं, तति अनन्तरं सपादसिद्धात्यायी सूत्रम् आगत्य कार्यं कर्तुम् इच्छति चेत् त्रिपादिसूत्रं यत् कार्यं कारितं त्रिपादिसूत्रेण तत् कार्यं न पश्यति. तथा एव यत्र परस् पूर्वसूत्रं कार्यं कारितं चेत् परसूत्रं तत् कार्यं न पश्यति. अस्तु अस्तु भगिनि, तर्हि अग्रे अग्रे कार्यसिद्धम् अत्र उदाहरणद्वयमस्ति खलु, प्रायः मणिमहोदय अस्ति वा कार्यसिद्धम् इति आरभ्य. पूर्वमेव सूत्रस्य कार्यं कारितं चेत् तर्हि तस्मात् तत्पश्चात् सपादसाध्यायी सूत्रं वा पूर्वत्रिपादीसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव, यतः तेन यत् किमपि क्रियते तत् पूर्वत्र आसिद्धम् इत्यनेन आसिद्धमम् इदं कार्यसिद्धम् इति उच्यते. महोदय सहायं करोतु महोदय. अस्तु महोदय, तर्हि अधुना आदौ यत् आसीत् तत् शास्त्रसिद्धं किम् इति. मणिमहोदय स्वयं वदति वा शास्त्रसिद्धं किम् इति. सहायं करोतु महोदय. अस्तु अस्तु, निश्चयेन महोदय. अस्तु, तर्हि प्रायः अग्रे क अग्रे नूतनः अस्ति वा, कः अस्ति? रामप्रिया भगिनी भगिनी. रामप्रिया भगिनी, स्वागतं भगिनी. अन्य कः अस्ति? रामप्रिया भगिनी, तर्हि शास्त्रशुद्धं किम् इति पुनः वदति वा. आं भगिनि, यदा द्वौ सूत्रौ द्वे सूत्रे समानकाले समानस्थले आगच्छति चेत् परत्रिपादीसूत्रम् असिद्धम् असिद्धम् इति कारणतः शास्त्र असिद्धम् इति तदुच्यते. आगच्छति वा मणिमहोदय, यत्र युगपत् सूत्रद्वयं कार्यं कर्तुम् इच्छति आगच्छति, तर्हि तत्र परत्रिपादीसूत्रं पूर्वत्रिपादी अपेक्षया परत्रिपादीसूत्रं पश्यति न परत्रिपादीसूत्रम् असिद्धं भवति. तथैव यत्र त्रिपादीसूत्रमस्ति, एकं सूत्रं त्रिपादीसूत्रमस्ति, अन्यत् सूत्रं सपादसप्ताध्यायीसूत्रमस्ति चेत् सपादसप्ताध्यायीसूत्रं प्रति त्रिपादीसूत्रम् असिद्धं भवति. इत्युक्ते किं, त्रिपादीसूत्रं किमपि कार्यं कारितं चेत् तत् कार्यं तत् असिद्धं भवति इत्युक्ते न पश्यति एव. यत्र सूत्रद्वयम् अस्ति, एकं सूत्रम् अन्यत् सूत्रं द्रष्टुं शक्नोति, तस्मिन् समये एव विप्रतिषेधः सर्वम् आगच्छति खलु, तयोः मध्ये कान्टेस्ट् भवति, तर्हि कः बलवत् इति द्रष्टुं शक्नुमः, किं बलं किं सूत्रं बलवत् सूत्रम् इति द्रष्टुं शक्नुमः. यत्र एकं सूत्रम् अन्यत् सूत्रं न पश्यति एव, तर्हि तत्र कान्टेस्ट् एव न भवति खलु. यत्र सपादीसूत्रम् अस्ति, अनन्तरं त्रिपादीसूत्रम् अस्ति, तर्हि सपादीसूत्रं त्रिपादीसूत्रं न पश्यति, तर्हि सपादीसूत्रस्य सूत्रमेव कार्यं भवति. तथैव यत्र परत्रिपादीसूत्रमस्ति, पूर्वत्रिपादीसूत्रमस्ति, तत्र पूर्वत्रिपादीसूत्रं परत्रिपादीसूत्रं न पश्यति, तर्हि पूर्वत्रिपादीसूत्रस्य एव कार्यं भवति. किमर्थम् इत्युक्ते परत्रिपादीसूत्रम् असिद्धं भवति, तत्र कार्यमेव न पश्यति इति शास्त्रसिद्धं. समानकाले समानस्तरे युगपद् यत्र कार्यम् आगच्छति तत् शास्त्रसिद्धम्. अत्र द्वितीयभेदः अस्ति, युगपत् तत्र कार्यं नास्ति. किम् अभवत् इत्युक्ते अधुना प्रथमम् एकं त्रिपादिसूत्रं कार्यं कृतम् अभवत्, त्रिपादिसूत्रस्य कार्यम् अभवत्. अनन्तरम् अधुना सपादसप्ताध्यायीसूत्रम् आगत्य पश्यति, ओ मम मम अहं कार्यं कर्तुं शक्नोमि इति पश्यति. किन्तु तस्य त्रिपादिसूत्रं यत् कार्यं कारितं तत् कार्यं न पश्यति एव. तर्हि किं भवति, सपादि सपादसप्ताध्यायीसूत्रस्य तत्र पूर्वसोपाने तस्य प्रसक्तिः नास्ति. प्रथमसोपाने सपादसप्ताध्यायः किमपि कार्यस्य प्रसक्तिः नास्ति, त्रिपादिसूत्रस्य एव प्रसक्तिः अस्ति, तस्य कार्यमपि भवति. इदानीं द्वितीयसोपाने किं भवति, सपादसप्ताध्यायीसूत्रम् आगत्य कार्यं कर्तुम् इच्छति. किन्तु किं भवति, यदि त्रिपादि यत् प्रथमसोपाने यत् सोपानं यत् कार्यं कृतं तत् कार्यं न पश्यति, तर्हि सपादसप्ताध्यायीसूत्रम् आगत्य कार्यं न कर्तुं शक्नोति, कर्तुमेव न शक्नोति. तथैव यत्र परत्रिपादिसूत्रं सूत्रस्य कार्यम् अभवत् तत्र पुनः पूर्वत्रिपादिसूत्रम् आगत्य कार्यं कर्तुम् इच्छति चेत् पूर्वं कृत परत्रिपादिसूत्रस्य कार्यं न पश्यति. तर्हि अत्र उदाहरणार्थं पश्यामः महोदय, तर्हि महोदयैव पठति वा उभौ अपि इति अस्ति. भगिनी भगिनी एकः प्रश्नः, तस्मिन् समये सपाद शब्दाध्यायीसूत्रं कार्यं करोति वा? आं भगिनि, यत्र यत्र परत्रिपादिसूत्रं क्षम्यतां त्रिपादिसूत्रं कस्मिन् विषये पृच्छति, अधुना कार्यसिद्धस्य सिद्धम् इत्यस्य विषये पृच्छति वा, नो चेत् शास्त्रसिद्धम् इति विषये पृच्छति वा? अहं कार्यसिद्धम् इति विषये पृच्छामि. तस्मिन् समये तु पूर्वमेव त्रिपादिसूत्रं कार्यं कारितम्, पूर्वमेव प्रथमसोपाने एव अभवत्. तर्हि अग्रे द्वितीयसोपाने अधुना सपादसप्ताध्यायीसूत्रं न कार्यं कर्तुं शक्नोति. तर्हि पुनः पश्यामः प्रायः आरम्भतः सुब्रह्मण्यमहोदय पठति वा अत्र शास्त्रसिद्धम् इति शीघ्रं. शास्त्रसिद्धं द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत् परत्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रसिद्धम् इत्युच्यते. अस्य बहूनि उदाहरणानि सन्ति. अत्र सूत्रद्वयं युगपत् यथा भवती उक्तवती, सूत्रद्वयं युगपत् आगत्य कार्यं कर्तुं न शक्नोति. अत्र एकम् अस्ति परत्रिपादिसूत्रं, द्वितीयमस्ति त्रिपाद्यां वा सपाद सप्ताध्याय्यां वा भवतु, अत्र परत्रिपादिसूत्रं असिद्धं भवति. अतः अत्र पूर्वसूत्रस्य एव कार्यं भवति, तदस्ति शास्त्रसिद्धम्. उदाहरणं यथा हल्सन्धिसूत्राणि सर्वाणि त्रिपाद्याम्, अतः एकत्र हल्सन्धिविधायकसूत्रद्वयम् आयाति चेत् परसूत्रस्य असिद्धत्वात् पूर्वसूत्रम् आगत्य कार्यं करोति. यत् योगः जायते झलां जशोन्ते अष्टमाध्याये द्वितीयपादे अस्ति, स्तोः चुनाश्चुः अष्टमाध्याये चतुर्थपादे अस्ति, एकत्र आयातः. स्तोः चुनाश्चुः इत्यस्य असिद्धत्वात् झलां जशोन्ते पूर्वं भवति. अतः यद् योगः जायते स्तोः स्चुनाश्चुः इत्यनेन स्चुत्वं यज्योगः जायते यज्जायते एवमेव सर्वाणि हल्सन्धिसूत्राणि. अत्र कार्यं तु झलां जशोन्ते इत्यस्य एव भवति खलु भगिनि? आम् महोदय. अत्र सूत्रद्वयमपि त्रिपाद्यां सह सूत्र अस्ति. तर्हि जलां दृश्यन्ते पूर्वत्रिपादिसूत्रमस्ति, स्तोः शुनाशुः परत्रिपादिसूत्रमस्ति. अधुना किम् अभवत्? पूर्वत्रिपादिसूत्रं प्रति परत्रिपादिसूत्रम् असिद्धं भवति. असिद्धं. तर्हि परत्रिपादिसूत्रं किमस्ति? स्तोः शुनाशुः इति असिद्धं भवति जलां दृश्यन्ते इति सूत्रं प्रति. अतः जलां दृश्यन्ते इति एव कार्यं कार्यं करोति. इत्युक्ते अत्र यज् योगः जायते भवति, यज्जायते इति भवति. अधुना तत् अभवत्. अधुना किं सूत्रम् अभवत्? पूर्वत्रिपादिसूत्रम् अभवत्. अधुना अनन्तरं स्तोः शुनाशुः इत्यनेन शुत्वं भवितुम् अर्हति. किमर्थम् इत्युक्ते पूर्वत्रिपादिसूत्रम् असिद्धं नास्ति. अतः परसूत्रम् अधुना कार्यं कर्तुं शक्नोति. अत्र पुनः यदि स्तोः इति कार्यं एतदस्ति शास्त्रसूत्रं, यत्र युगपद् आयाति तर्हि पूर्वसूत्रं प्रति परसूत्रम् असिद्धम् इति. परन्तु अत्र किञ्चित् अन्यकार्यमपि अस्ति. अत्र प्रथमं पूर्वसूत्रं कार्यं करोति, अनन्तरं परसूत्रमागत्यापि कार्यं करोति. तदेव किञ्चित् अत्र भ्रमः अस्ति. इदानीं समीचीनम् अस्तु. राजी भगिनि पठतु अत्र अग्रे. मनोरथः मनसः इच्छा अभिलाषा. मनस् योगरथ ससजुषोरुः इत्यनेन पदान्ते सकारस्य स्थाने रु आदेशः. मन योगः रु योगः रथ अनुबन्धलोपे मनर् योगः रथ रोरि हषि च रोरि इत्यनेन रेफस्य लोपस्य असिद्धत्वात् हषि च इत्यनेन रेफस्य उकारादेशः. मन योगः ऊ योगः रथ आद्गुणः इत्यनेन गुणादेशः. मनोयोगः रथ वर्णमेलने मनोरथ. मनस् योगः रथ सकारस्य स्थाने ससजुषोरुः इति सूत्रेण ऋकारः आदेशः भवति. ऋकारस्य उकारः अनुबन्धं भवति. अनुबन्धलोपे मनर् योगः रथ इति आगच्छति. रोरि इति सूत्रं किं वदति चेत् रेपस्य रेपे परे लोपो भवति. इत्युक्ते रेपस्य रेपे परे तत्र रेपद्वयमस्ति. एकः रेपः लोपः भवति इति अर्थं वा भगिनि? पूर्वरेपस्य रेपः लोपः भवति. हषि च प्रत्यये रेपः अन्तर्भूतः अस्ति. अतः रेपस्य लोप इत्येन प्रत्याहारः. क्षम्यतां, हषि च प्रत्याहारे रेपः अन्तर्भूतः अस्ति. रोरि इत्यनेन रेपस्य लोपम् असिद्धत्वात् हषि च इत्यनेन रेपस्य स्थाने उकारः आदेशः भवति. इत्युक्ते हषि च सूत्रं किं वदति? हशीपरे अतः उत्तरस्य रेपस्य उकारः आदेशः भवति इति मनर् मनर्योगः तद् वाक्ये मन प्रथमकारस्य उत्तररेपस्य उकारः आदेशः भवति तथा नास्ति हशि परे पृष्ठतः यत् परे यत् रेपः अस्ति तत्तु हशि अस्ति उत्तरसमीचीनम् हशि परे तादृश हशि परे इत्युक्ते रेपः यत्र परः अस्ति रेपः अपि हशि अस्ति तर्हि हशि परे अस्ति अतः उत्तरस्य अकारः अस्ति खलु तस्मात् तस्मात् पूर्वं यत् अकारः अस्ति अस्ति इत्युक्ते अकारः ह्रस्व अकारः ह्रस्व अकारस्य साक्षात् पूर्वं ह्रस्व अकारः यत् अस्ति पूर्वं तत् उत्तरस्य रेपः इत्युक्ते मनर् इत्यस्मिन् रेपः अस्ति खलु तत् रेपः ओ मनः मन इत्य मन इत्यस्य अकारस्य परे रेपः अस्ति रेपः अस्ति तत् रेपः उकारः भवति अस्तु भगिनि अवगमनं भवति आद्गुणः इत्यनेन गुणादेशः भवति अतः मनोयोगः रथ इति आगच्छति वर्णमेलनेन मनोरथ इति निष्पन्नम् अधुना रोरि इति त्रिपादिसूत्रमस्ति हसि च कुत्र अस्ति त्रिपादिसूत्रमस्ति वा नो चेत् सपादसप्ताध्यायीसूत्रमस्ति अस्ति हसि च तर्हि एकं सूत्रं सपादसप्ताध्यायीसूत्रम् अन्यत् सूत्रं त्रिपादिसूत्रम् अधुना वयं दृष्टवन्तः शास्त्रसिद्धं यत्र युगपत् सूत्रद्वयं कार्यं कर्तुम् इच्छति एकं सूत्रं सपादसप्ताध्याय्यामस्ति अन्यत् सूत्रं सपाद्यमस्ति तर्हि सपादसप्ताध्यायीसूत्रं प्रति त्रिपादिसूत्रम् असिद्धं भवति इत्युक्ते रोरि असिद्धं भवति हसि च इति सूत्रं प्रति अतः हसि च कार्यं करोति अस्तु अवगतवती इति कार्यं न धन्यवादः भगिनि हरिपरे अतः उत्तरस्य रेपस्य उकारादेश न उत्तरस्य अर्थः किम् उत्तरम् इत्युक्ते तत्पश्चात् अनन्तरं पूर्वम् उत्तरम् इति पूर्वभागः उत्तरभागः धन्यवादः महोदय पठति वा महोदय अग्रे मूलस्वारः मोनस्वारः मम च्युटि कृ इक्सिन् योग इक्सिन् कृति सं योगः कृति सम्परिभ्यां करोतौ भूषणे इत्यनेन शुट् आगमः सं योगः शुट् योगः कृति अनुबन्धलोपे सं योगः इस् योगः कृति मनोस्वारः इत्यनेन मकारः स्थाने अनुस्वार आदेशः परन्तु मोनस्वारः समचुटि च त्रिपादिसूत्रे सः अतः पूर्वसिद्धम् इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति परसूत्रम् असिद्धम् समचुटि इत्यनेन मकारस्य ऋत्वं सरु योगः कृति उपदेशानुकासिका इत्यनेन उकारस्य इत् संज्ञा तस्य लोपः इत्यनेन लोपश्च सर् कृति अत्र अनुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन अम् आदेशः विपक्षे अनुनासिकात् परो अनुस्वारः इत्यनेन अनुस्वारः आगमः संस्कृति अथवा संस्कृति सर्वसमयसर्जनीयः इत्यनेन पदान्ते रेफस्य स्थाने विसर्गः संस्कृति संस्कृति विसर्जनीयः सः इत्यनेन विसर्जनीय विसर्जकस्य स्थाने सकारः संस्कृति अथवा सं सन्ति महोदय. महोदय वदतु महोदय. आं वदामि वा. अत्र कृ इति धातुः अस्ति, तिन् इति अस्ति, तत्र तिन् इत्यस्य ति इति भवति. अत्र सूत्रमस्ति सम्परिभ्यां करोतो भूषणे इति अस्ति, तर्हि अत्र ति इति किं तद्धितरूपम् अस्ति खलु, तर्हि कृत् प्रत्ययः अस्ति तिम् इति. तर्हि सम्परिभ्यौ करोतौ भूषणे इति, यत्र कृ धातुः भूषणार्थे आगच्छति, भूषणार्थे अस्ति. पूर्वं सं वा परि इति वा पूर्वम् अस्ति चेत् सुट् आगमः भवति इति सूत्रार्थः. तर्हि यत्र सं योगः सुत् योगः कृति इति भवति, तर्हि सुत् इत्यस्य अनुबन्धलोपानन्तरं तकारस्य तु इत्सुन्या भवति हलन्त्यम् इत्यनेन, उकारस्य उपदेशे अजुनुनासिकृहे इत्यनेन लोपः भवति. तर्हि रूपम् अधुना सिद्ध्यति संयोगः तकारः योगः कृति इति. तत्र मौनस्वारः इत्यनेन मकारस्य अनुस्वारादेशः भवति, तर्हि मौनस्वारः इत्यनेन क्षम्यताम् अनुस्वारः आदेशः भवेत्. किन्तु अत्र सूत्रद्वयं कार्यं कर्तुं शक्नोति, मौनस्वारः समः सति इति, द्वौ अपि त्रिपादिसूत्रमस्ति खलु. तर्हि अत्र किं भवति, पूर्वत्र सिद्धम् इत्यनेन समः सुति इति पूर्वसूत्रमस्ति, मौनस्वारः इति परसूत्रमस्ति. तर्हि पूर्वसूत्रं प्रति परसूत्रम् असिद्धम् अस्ति, तर्हि समः सूटि इति सुटि इति सूत्रं प्रति मौनस्वारसूत्रम् असिद्धं भवति. अतः समः सूटि इत्यस्य एव कार्यं भवति. समः सूटि इत्यनेन मकारस्य ऋतु आदेशः भवति. सूत्रस्य अर्थः अत्र न दत्तम् अस्ति, तर्हि समः सूटि इत्यनेन ऋतुं भवति इति एव मकारस्य स्थाने. तर्हि सरु योगः सकारः योगः कृति इति अधुना अभवत्. अनन्तरं किमस्ति, उपदेशे अजुनुनासिकः इत्यनेन उकारस्य संज्ञा भवति, रु इत्यस्य उकारस्य लोपः भवति. तर्हि सर् कृति अस्ति रूपम्. अनन्तरं किमस्ति, अधुना विकल्पेन अत्रानुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन आदेशः भवति, अनुनासिक अकारः आदेशः भवति. तर्हि यत्र अनुनासिक आदेशः नास्ति, तर्हि विपक्षे अनुनासिक परोनुस्वारः इत्यनेन अनुस्वार आगमः भवति. तर्हि रूपद्वयं भवति, एकत्र अनुनासिकः अस्ति, अन्यत्र अनुस्वारः अस्ति. तर्हि उभयत्र अपि खरवसानयोर्विसर्जनीयः इत्यनेन पदान्त, इदानीं सम्मिति पदान्तः रूपमस्ति, तर्हि पदान्ते पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति. तर्हि अनन्तरं विसर्जनीयस्य सह इत्यनेन विसर्गस्य स्थाने सकारादेशः भवति, किं विसर्गसन्धिः भवति. तर्हि संस्कृति संस्कृति इति रूपद्वय. भगिनी सुट् आगमः अस्ति किल, सुट् आगमः टकारस्य टकारः इत्संज्ञा वा? आं भगिनि, हलन्त्यम् इत्यनेन. हलन्त्यम् इत्यनेन अस्तु. तर्हि रामप्रिया भगिनी, अत्र प्रश्नः नास्ति, अत्रापि समानविषयः अस्ति. यत्र वयं ए इति बिन्दुः आसीत् खलु, यत्र जलान्धशं चेत् सोनाशुतोः शुनाशु इति आसीत्, यत्र सूत्रद्वयमपि त्रिपादसूत्रमासीत्, तथा तथैव अत्रापि कार्यं. संक्षिप्तरूपेण महोदयेन, यत्र वयं सर्वदा वयं चिन्तयामः खलु किमर्थं संस्कृति इति रूपद्वयम् इति चिन्तयामः, तर्हि तस्य कृतं दत्तवान्. पृच्छतु महोदय. शास्त्रसिद्धम् अत्र द्वयोः सूत्रयोः मौनस्वारः समशुचिः इति परसूत्रमेव असिद्धं भवति किल? आं महोदय, कः किं सूत्रं परसूत्रमस्ति? संख्या दृष्ट्वा वदतु. मौनस्वारः 834 अस्ति, 835 अस्ति खलु, 4 5 मम तु सर्वदा पूर्वसूत्रम् इत्यस्मात् कार्यं भवति. क्षम्यतां महोदय, धन्यवादः. आं भगिनि, अत्र कृयोगः इत्सिन् अस्ति, तदेव कृति इति भवति, सम् इति आगमः इति किल? आं भगिनि, सम्परिभ्यं यत्र भूषणार्थे सम् इति परि इति उपयोक्तुं शक्नुमः. अनन्तरं सुट् अपि आगमः वा? अन्यसूत्रेण अन्यसूत्रेण सम्परि इति भूषणार्थे आगच्छति, अन्यत्र किमपि सूत्रेण. सर्वदा यत्र वयं सम् इति उपयोगं कुर्मः तत्र भूषणार्थे एव भवति. अनन्तरम् अस्मिन् सूत्रे किं वद अस्य सूत्रस्य अर्थः किम् इत्युक्ते, यत्र सं वा परि इति उपयुक्तं भवति पूर्वम् आगच्छति, करोतौ इति इत्युक्ते कृ धातोः पूर्वम् आगच्छति, तर्हि भूषणार्थे अपि आगच्छति चेत् सुटागमः, यत्र भूषणार्थे नास्ति चेत् सुटागमः न भवति. तथैव यत्र सं परि पूर्वं नास्ति चेदपि सुटागमः न भवति. यत्र परिष्करोति इति आगच्छति खलु, परि योगः कृ अस्ति, मध्ये इष् आगच्छति, परिष्करोति. आं पठामि भगिनि. कार्यसिद्धं पूर्वमेव त्रिपादिसूत्रस्य कार्यं करोति चेत्, क्षम्यतां, कार्यं कारितं चेत् तर्हि तत् पश्चात् सपादसप्ताध्याय सप्ताध्यायीसूत्रं वा पूर्वकृपादिसूत्रं वा आयाति चेत् तयोः मनसि परकृपादिसूत्रस्य कारितं कार्यं न दृश्यते एव, यतः तेन यत्किमपि क्रियते तत् पूर्वत्र असिद्धम् इत्यनेन असिद्धम् इदं कार्यम् असिद्धम् इति उच्यते. अत्र कार्य असिद्धम् इति विषये उक्तमस्ति. यदा त्रिपादिसूत्रं प्रथमम् आगत्य कार्यं करोति चेत् पश्चात् सपादसप्ताध्यायीसूत्रं वा पूर्वत्रिपादिसूत्रं वा कार्यं कर्तुम् आयाति चेत् तत् पूर्व परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यति, तत् न दृश्यति एव, तदेव पूर्वत्र असिद्धम् इति उच्यते. कार्य अशुद्धम् इति उच्यते. तत्र एकम् उदाहरणमस्ति, उभौ योगः अपि एचो यवायावः इत्यनेन यान्तावान्तदेशसन्धिः भवति, उभावपि इति लोपः शाकल्यस्य इत्यनेन विकल्पेन वकारलोपः उभा अपि सवर्णदीर्घसन्धिः अकः सवर्णदीर्घः इत्यस्य मनसि लोपः शाकल्यस्य इत्यस्य कार्यं न एव जातम्, अतः अत्र सवर्णदीर्घसन्धिः न प्रवर्तते कार्य असिद्धत्वात् उभा अपि. अत्र तु यदा उदाहरणमस्ति उभायोगः अपि एषो यवायावः सपादसप्ताध्यायामस्ति, अतः प्रथमं तदागत्य यान्तावान्तदेशसन्धि भवति उभावपि इति. लोपः शाकल्यस्य त्रिपादिसूत्रमस्ति, विकल्पेन तत्र तत् सूत्रं विकल्पेन वकारलोपः भवति, तत्सूत्रेण उभायोगः अपि इति भवति. अनन्तरं सवर्णदीर्घसन्धि अकः सवर्णदीर्घः इति सूत्रे सूत्रं तु तदपि सपादसप्ताध्यायामस्ति, तत् सूत्रं लोपः शाकल्यस्य इति सूत्रस्य कार्यं न दृश्यते एव. किमर्थम् इत्युक्ते तत् त्रिपाद्यामस्ति इति न दृश्यते एव, अतः तद् उभायोगः अपि क्षम्यताम् उभा अपि एव स्थितं, तस्य परिवर्तनं न भवति, सवर्णदीर्घसन्धिः न भवति. अत्र एचोयवायावः त्रिपादि वा सपादि वा इति अस्माकं कार्यं नास्ति खलु, अस्माकं कार्यम् अत्र आसीत् लोपः शाकलेयस्य अकः सवर्णे दीर्घ, प्रथमस्तूपाने लोपः शाकलेयस्य इति त्रिपादिसूत्रं कारितम्, अनन्तरं सपादिसूत्रम् आगत्य कार्यं कर्तुं पश्यति अकः सवर्णे दीर्घः, किन्तु उभा अपि इति यत् कार्यं कृतम् अस्ति लोपः शाकलेयस्य तत् कार्यं न पश्यति. अकः सवर्णे दीर्घः इति सूत्रस्य दृष्ट्या तु वकारः अत्र अस्ति एव, मकारः अस्ति इत्यस्मात् तस्य कार्यं नास्ति इति चिन्तयित्वा गच्छति. धन्यवादः. अत्र एक उदाहरणम् अत्र सूत्रद्वयम् आसीत्, युगपत् कार्यं नास्ति. अत्र एकं कार्यं पूर्वं त्रिपादीसूत्रं कार्यं कारितम् अस्ति, अनन्तरं सपादस्वाध्यायी कार्यं कर्तुं शक्नोति वा इति पश्यति. तर्हि पूर्वं यत् सूत्रं कार्यं कृतं तत् कार्यं न पश्यति इति अत्र उदाहरणम् आसीत्. अग्रे अग्रिममपि भगिनी एव पठति वा भगिनि? आं भगिनि. बालः इह विसर्गसन्धिः अत्रापि तथा बालयोगः सु योगः इह अनुबन्धलोपे बालयोगः इह ससजुषोरुः बालः योगः रु योगः इह अनुबन्धलोपे बालर्योगः इह भो भो भगो अघो अपूर्वस्य योषि बालै योगः इह लोपः शाकल्यस्य इत्यनेन विकल्पेन यकारलोपः बाल इह आद्गुणः इत्यस्य मनसि लोपः शाकल्यस्य इत्यस्य कार्यं न एव जातम्, अतः अत्र गुणसन्धि न प्रवर्तते कार्य असिद्धत्वात् बाल इह. अत्र तु बालः इह इति विसर्गसन्धि उदाहरणं. प्रथमं तु बाल सु इह अनुबन्धलोपानन्तरं बालयोगः इह इति भवति. तत्तु ससजुषोरुः प्रथमम् आगत्य कार्यं करोति. बालर् तत्र रु आगत् सकारस्य स्थाने रुक् रकारः रु आगच्छति. बालयोगः रु योगः इह अनन्तरम् अनुबन्धलोपानन्तरं किं भवति इत्युक्ते उकारस्य अनुबन्धलोपानन्तरं बालर् योगः इह इति भवति. तत्र भो भगो औ अघो अपूर्वस्य यश् योषि इति सूत्रमागत्य रकारस्य स्थाने यकारः आगच्छति. बालै योगः इह इति भवति. अत्र लोपः शाकल्यस्य त्रिपादिसूत्रम् इत्यनेन विकल्पेन यकारलोपः बाल इह इति भवति. आद्गुणः तु सपादसप्ताध्यायां सूत्रं तद् लोपः शाकल्यस्य इति त्रिपादिसूत्रं सूत्रस्य कार्यं न एव न पश्यति, अतः गुणसन्धि न भवति. आं भगिनि, अत्र उदाहरणं यत्र सूत्रद्वयमपि त्रिपाद्यमस्ति तत्र तस्य उदाहरणं न दत्तं, किन्तु समानकार्यमेव. यत्र पूर्व परसूत्रं कार्यं कृतं चेत् पूर्वसूत्रं तत् कार्यं न पश्यति असिद्धम् इति. तत्तु यदा न पश्यति इति लोपः शाकल्यस्य कार्यं न एव जातम् इत्युक्ते आद्गुणः पश्यति बालयोगः इह एव बालयोगः इह इति न पश्यति तदेव. आं भगिनि, तर्हि स्वस्य कार्यं नास्ति अत्र, किमपि गुणकार्यं न अर्हति इति अस्मात् न कृतम्. अन्य कः अस्ति, अन्य कोऽपि अस्ति वा? तर्हि सुब्रह्मण्यमहोदय अत्र. आं भगिनि, भट्टोजीदीक्षितमहाभागेन सिद्धान्तकौमुद्याः लेखकेन इदं सिद्धान्तद्वयं प्रणीतम्. सर्वे न मन्यन्ते, तेषु माता अन्यतमा. तथापि अत्र प्रतिपादितं यतः अनेन विषयस्य बोधार्थं सौकर्यं विद्यते इति भाति. एतद् भागद्वयं यदस्ति तत्तु भट्टोजीदीक्षितमहाभागेन प्रतिपादितमस्ति. एतत् विभाजनं सर्वे न मन्यन्ते, माता अपि एका अस्ति तेषु. तथापि स्वरूपमहोदयेन अत्र दत्तवान् किमर्थं चेत् एतत् विभागस्य फलं भवति इति भूत्वा. इत्युक्ते बोधनं सम्यक् भवति इति चिन्तयित्वा महोदयेन अत्र पूर्वत्रासिद्धम् इति द्विविधमिति दत्तवान्। यद्यपि पूर्वत्रासिद्धम् इति प्रसङ्गे अत्र अत्र एकमस्ति अत्र युगपत् वा परसूत्रस्य कार्यं प्रथमं भवति वा तस्मिन् समये द्वयोः विषये पूर्वसूत्रं प्रतिपरसूत्रम् असिद्धं भवति। परन्तु यदि विभागद्वयं करिष्यामः तर्हि तस्य बोधनं सम्यक् भवति इति कृत्वा अत्र तथा दत्तमस्ति। अग्रे पठामि वा भगिनि? ध्येयं यत् पूर्वत्रासिद्धम् इति सूत्रं विप्रतिषेधे परं कार्यम् इत्यस्य अपवादो नास्ति। विप्रतिषेधे परं कार्यमित्यनेन परशास्त्रस्य कार्यं भवति। पूर्वत्रासिद्धम् इत्यनेन पूर्वशास्त्रं प्रति परशास्त्रम् असिद्धं सुतरां विरुद्धम्। अत्र सामान्यविशेषयोरुदाहरणं न, अतः द्वयोः कृते पृथक् पृथक् मार्गः कल्पनीयः इत्याशेन किं कृतं? विप्रतिषेधे परं कार्यमिति सूत्रं केवलं सपादसप्ताध्याय्याम् एव प्रवर्तते, त्रिपाद्यां विप्रतिषेधविचारः नास्ति, यतोहि तत्र परशास्त्रमेव नास्ति। उत्तरस्य अभावात् परशास्त्राणाम् अभावात् अपि च पूर्वत्रासिद्धम् इत्यस्य असिद्धत्वं केवलं त्रिपाद्याम्। अत्र चर्चा अस्ति इदानीं पूर्वत्रासिद्धं विप्रतिषेधे परं कार्यं द्वयोः मध्ये चिन्तनं किमस्ति इति। अत्र दत्तमस्ति पूर्वत्रासिद्धम् इति सूत्रं विप्रतिषेधे परं कार्यम् इत्यस्य प्रति अपवादः नास्ति। किमर्थं चेत् विप्रतिषेधे परं कार्यम् इति सूत्रम् इति सूत्रेण अत्र परशास्त्रस्य कार्यमेव भवति, इत्युक्ते परसूत्रमेव कार्यं करोति। पूर्वत्रासिद्धमित्यनेन पूर्वसूत्रं प्रति परसूत्रम् असिद्धं भवति। अत्र विप्रतिषेधे परं कार्यमिति सूत्रं केवलं सपादसप्ताध्यायम् एव उपयोगं करिष्यामः। यदि त्रिपाद्यां विप्रतिषेध इत्यस्य विचारः न भवति एव, किमर्थं चेत् अत्र पूर्वत्रासिद्धम् इत्यस्य कारणतः पूर्वसूत्रं पूर्वसूत्रं प्रति परसूत्रम् असिद्धं भवति तत्कारणात् तत्र कोऽपि सन्देहः अथवा संशयः न भवति इति दत्तमस्ति भगिनि। यत्र नास्ति एव इत्यस्मात् परसूत्रमेव नास्ति, अतः सङ्कर्षः एव न भवति। तर्हि चिन्तनमपि विप्रतिषेधः अत्र न वर्तते। वर्णादाङ्गं बलीयः परिभाषा पञ्चपञ्चाशत्। वर्णस्य इदं वर्णं वर्णं निमित्तीकृत्य जायमानं कार्यं वर्णसम्बन्धं वर्णम् अङ्गस्य इदम् आङ्गम् अङ्गनिमित्तिकं वा उद्दिशिकं वा कार्यम् आङ्गम् अङ्गसम्बन्धम् आङ्गम् वर्णनिमित्तिककार्य अपेक्षया अङ्गाधिकार्यस्य कारस्य कार्यं प्रबलम्। वर्णस्य वर्णं तन्धितान्तम् इति महोदय ह्यः उक्तवान्। वर्णस्य तन्धितान्तपदं वर्णम्, अङ्गस्य तन्धितान्तपदम् अङ्गम्। वर्णं निमित्तीकृत्य यत् कार्यं भविष्यति तत् कार्यं वर्णम्। तादृशम् एव अङ्गस्य निमित्तिकं यत् कार्यं भविष्यति तत् कार्यमेव अङ्गम्। अङ्गसम्बन्धम् अङ्गं, वर्णसम्बन्धं वर्णम्। वर्णनिमित्तिककार्यम् अपेक्षया अङ्गस्य कार्यं प्रबलं भवति। किमर्थम् इत्युक्ते अत्र अष्टाध्यायी पश्यति चेत् षष्ठाध्यायस्य प्रथमपादः, द्वितीयपादः, तृतीयपादः स्वरसन्धि आयाति। अनन्तरं षष्ठाध्यायस्य चतुर्थपादः, अनन्तरं सप्तम अध्यायः, तदपि अङ्गकार्यं भवति। तर्हि परं स्वरसन्धेः परम् आयाति अङ्गकार्याणि इत्यस्मात् साधारणतया परं कार्यं बलवद् भवति खलु। इत्यस्मात् साधारणविषय परिभाषा अस्ति, सर्वत्र एतस्य कार्यं तु न भवति। एतत् स्वीकृत्य वयं न वक्तुं शक्नुमः किं बलवत् अङ्गकार्यम् अस्ति अतः बलवत् इति, साक्षात् न वक्तुं शक्नुमः। दृष्ट्वा एव कार्यं पूर्वपर अन्तरङ्ग इति सर्वं दृष्ट्वा एव वक्तुं शक्नुमः। किन्तु एतदपि अस्ति, एतादृशपरिभाषा एकमस्ति इति अत्र उक्तम्। सामान्यकार्यमस्ति किन्तु यत्र अपवादाः भवन्ति एव खलु। यत्र अङ्गकार्यस्य विषये वयं दृष्टवन्तः, इको एणचि सार्वधातुक अर्धातुको युतुः इति, यत्र युगपदकार्यं कर्तुम् इच्छति तस्मिन् समये इको एणचि इत्यस्य कार्यम् अभवत्, तत्र तस्मिन् सन्दर्भे अन्तरङ्गसूत्रम् आसीत् अतः कार्यम् अभवत्। अतः सर्वत्र वर्णादङ्गं बलीयः इति वक्तुं न शक्नुमः, किन्तु साधारणतया वर्णादङ्गं बलीयः भवति। प्रत्ययः इ योगः अच् एरच् प्रतियोगः इ योगः आप्रत्ययं निमित्तीकृत्य गुणः प्राप्नोति। प्रतियोगः ये योगः एचो अयवायावः इत्यनेन यान्तावान्तदेशसन्धिः। प्रतियोगः ऐ योगः आ इको यनच् इत्यनेन यदा यन् आदेशः। प्रत्ययोगः ऐ प्रत्ययोगः ऐ योगः आ वर्णमेलने प्रत्ययः। प्रत्यय प्रतियोगः इ योगः अच् एरच् सूत्रं सूत्रेण प्रतियोगः न प्रतियोग इ योगः आ आप्रत्ययनिमित्तीकृत्य गुणः भवति। इकारस्य गुणः एकारः, अतः प्रतियोगः एकारः योगः आ भवति। एचो अयवायावः इति सूत्रेण यान्तवान्तदेशसन्धि भूत्वा एकारस्य स्थाने ऐ आदेशः भवति। तदनन्तरम् इको युनचि इति सूत्रम् आगत्य एन् आदेशः भवति, ऐ स्थाने एन् आदेशः भवति। प्रत्ययोगः ऐ योगः अ वर्णमेलनं कृत्वा प्रत्ययः इति आयाति। आं भगिनि, अत्र एरच् इत्यनेन अच् आगच्छति। इकारः अस्ति खलु, इकारः इति धातुः अस्ति, धातोः परे अच् वर्णः तद्विध क्षम्यतां प्रति कृत्प्रत्ययः अस्ति अच्छति। एरच् सूत्रं किं वदति अत्र? अहं न इकारान्तम् अङ्गम् अस्ति चेत् ततः तस्मात् परे किमपि वयं न पठितवन्तः भगिनि, अहं तु दृष्टवती जालपुटे। तर्हि इकारान्तम् अङ्गम् यदस्ति तस्मात् परे अच् आगच्छति, यत्र भावे अकर्तरि इति अस्ति, यत्र कर्तृके नास्ति चेत् भावार्थके अस्ति चेत् अच् इति आयाति इति सम्यक्तया अहं जानामि भगिनि। अच्छायाति, तत्र असकारस्य लोपः भूत्वा अकारः एव तिष्ठति। तर्हि अधुना चर्चा प्रति इ आ इति अस्ति तर्हि अधुना आकः सवर्णे दीर्घः इति इकारद्वयम् अस्ति खलु प्रति इ इत्यस्य मेलनं भवति वा नो चेत् आ प्रत्ययनिमिति कृते कार्यं भवति वा यत्र प्रतियोगः इ अकः सवर्णे दीर्घः इति वर्णकार्यम् अस्ति अक अ प्रति अ इति प्रत्ययः अस्ति तत्तु वर्णः नास्ति तर्हि आनिमित्तीकृत्य अङ्गनिमित्तिकं कार्यं किमपि किमस्ति गुणकार्यम् अस्ति तर्हि गुणकार्यं प्रथमं भवति वा नो चेत् अकः सवर्णे दीर्घः इति वर्णकार्यं प्रथमं भवति वा इति चर्चा भवति चेत् तत्र साधारणतया वक्तुं शक्नुमः वर्णातङ्गं बलीयः इत्यस्मिन् सामान्यकार्यं किन्तु अन्यकृते अस्माभिः द्रष्टव्यं भवति किम् इति अत्र परसूत्रं पूर्वसूत्रम् इति अपि द्रष्टव्यं भवति उदाहरणरूपेण दत्तं पूरयति वा भगिनि एवम् अकृत्वा वर्णनिमित्तिकं कार्यं क्रियते चेत् प्रतियोगः इ योगः आ अकः सवर्णे दीर्घः इत्यनेन सवर्णदीर्घसन्धिः प्रतियोगः आ प्रत्ययं निमित्तीकृत्य गुणः प्राप्नोति प्रत्ययोगः अ एचो अयवायावः इत्यनेन यान्तवान्तादेशसन्धिः भूत्वा प्रथययोगः आ प्रत्ययः दोषपूर्णरूपं सिद्धम् सर्वदा अङ्गनिमित्तिककार्यं पूर्वं भवेत् इति निश्चयेन तथा एव आगच्छति साधारण अत्र सन्ति त्रीणि तिङ्गन्धपदानि चक्नो योग अन्ति चक्नुवन्ति चिनु योग अन्ति चिन्वन्ति योग अन्ति कुर्वन्ति एषां रूपाणां निष्पदनार्थम् अधः प्रसङ्गिकसूत्राणि दत्तानि बलाबलविषये विचिन्त्य प्रत्येकस्य तिङ्गन्धपदस्य कृते केषां सूत्राणां प्राप्तिः भवति केषां च बाधा भवति केन क्रमेण प्राप्तिं बाधं च अयुज्य रूपं साधनीयम् इति निर्माणीयताम् वर्णे अस्मिन् से सच्चिष्यामः तत्पश्चात् अत्रैव समाधानं लेखिष्यति महोदय सहायं करोतु महोदय नास्ति चिन्ता महोदय अत्र किमपि न उक्तमस्ति अत्र तु त्रीणि तिङन्तरूपाणि दत्तं सन्ति दत्तानि खलु अत्र शक्नु योगः अन्ति शक्नुवन्ति चिनु योगः अन्ति चिन्वन्ति कुरु योगः अन्ति कुर्वन्ति इति अस्ति एकदृष्ट्या पश्यति चेत् समानकार्यम् इति भवेत् किन्तु भिन्नभिन्नरूपेण कार्यं भवति भिन्नभिन्नसूत्राणि सम्भवन्ति अत्र तर्हि तस्य तर्हि सूत्राणां बलाबलम् अनुसृत्य एव कार्यं भवति तर्हि किं सूत्रं प्रथमं कार्यं करोति इति किञ्चित् चर्चितव्यं भवति तर्हि तदेव अग्रे दत्तमस्ति इति महोदयेनैव दत्तमस्ति अन्ति इत्यस्य प्रत्ययः सिद्धिः प्रश्नपदी धातूनां मूलतिङ् प्रत्ययः तिप् तस् जि षिप् तस्त मिप् वस् मस् ज्योन्तः पूर्वमेव दृष्टवन्तः खलु अन्ति इति कथमाय प्रत्ययस्य जकारः अवयवस्थे स्थाने अन्त आदेशः भवति जकारः जष्टयन्तम् अन्तः प्रथमान्तं द्विपदं सूत्रं जकारे अन्ते अवयवे च अकारः संयोजितः उच्चारणार्थम् अयानि ीनि इयः पटक च तां प्रत्ययादीनाम् इत्यस्मात् प्रत्ययस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य प्रत्ययस्य ज ह अन्तः सूत्रं किं वदति अङ्गस्य प्रत्ययस्य जकारस्य स्थाने अन्तादेशः भवति तर्हि जि इति अत्र अस्ति बहुवचने प्रथमपुरुष बहुवचने तर्हि जि इत्यस्य स्थाने तत्र जकारः अस्ति तत्र एव जकारः अस्ति खलु एकस्य स्थाने जकारे स्थाने अन्तादेशः भूत्वा अन्ति इति रूपं धन्यवादः आं भगिनि. अङ्गव्युत्पत्तिः स्वादिगणे विकर्णप्रत्ययः श्नु स्वादिभ्यः श्नु लशक्व तद्धिते इत्यनेन शकारस्य इत्संज्ञा तस्य लोपः इत्यनेन लोपः नु इति अवशिष्यते. शक्योगः नु शक्नु शक्नुयोगः अन्ति शक्नुवन्ति. चियोगः नु चिनु चिनुयोगः अन्ति चिन्वन्ति. अत्र तु अङ्गम् कदा निष्पन्नम् इति अस्ति. यदा स्वादिगणे तु विकरणप्रत्यय श्नु अस्ति, स्वादिभ्यः श्नु इत्यनेन श्नु भवति. तत्र तु लशक्वदधिते इत्यनेन शकारस्य इत्यन्या तस्य लोपः इत्यनेन लोपः नु एव. शक्नु इति प्रथमम् अङ्गम्, अन्ति इति जोन्तः इति सूत्रेण अन्ति, शक्नुवन्ति, चिन्वन्ति तादृशमेव चिन्वन्ति इति रूपम्. तनादिगणे तनादिकृञ्च्भ्यः उपु इति सूत्रेण तनादिकृञ्भ्यः उः इति सूत्रेण उ विकरणप्रत्ययः विहितः भवति. कुरु योगान्ति कुर्वन्ति. तत्र अपि कुरु इति अङ्गम्, अन्ति इति जोन्तः सूत्रेण कुर्वन्ति इति रूपं भवति तिगन्तरूपं. कृ धातुः तु अङ्गद्वयं द्वयं पित्सु प्रत्ययेषु कृ योगः उ सार्वधातुक आर्धधातुकयोः इत्यनेन इकः गुणः. कर् योगः उ खरु इति अङ्गम्. अपित्सु प्रत्ययेषु अथ उत्सार्वधातुके इत्यनेन अपिति प्रत्यये परे करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः. करु यो करु भवति कुरु इति अङ्गं भवति. कृ धातुः तु अङ्गद्वयं भवति इति अत्र अस्ति. पित्सु अपित्सु तद्विषये भवती एव वदतु भगिनि. यत्र अस्माकं ति इति प्रत्ययः अस्ति प्रथमम् अस्ति खलु, तिप् इत्यस्य ति अस्ति, तिप् इति पकारस्य लोपः भवति खलु, तर्हि तिप् अस्ति पकारः इत्यस्य उहु इति तु अप्त् एव किल. अहम् अत्र तनादिकृञ्भ्यः उहु इति अस्ति, यत्र तनादि अस्ति तनादिकृञ्ज्य अत्र कृञ्जति कृ कृ डुकृन् इत्यनेन इत्यतः एव कृन्दातुः कृदातुः तनादिगणे अस्ति, किन्तु पुनः पाणिनीय दत्तमस्ति भिन्नरीत्या तनादि इति एव पर्याप्तं स्यात्. किन्तु किमर्थं कृ इति दत्तमस्ति, केचन जनाः भिन्नभिन्नकार्याणि वदन्ति, किन्तु सारांशे तस्य डुकृन् इति अस्ति चेत् तस्य परे तस्मात् परे उः इति आगच्छति, तर्हि उ इति प्रत्ययः विकरणप्रत्ययः आयाति इति. तर्हि अस्माकम् अधुना तित्सु प्रत्ययेषु अतित्सु प्रत्ययेषु भिन्नभिन्नकार्याणि भवन्ति. यत्र कृयोगः उयोगः यत्र कृ इति अस्ति तत्र सार्वधातुक आर्धधातुकयोः इत्यनेन एकः गुणः. तर्हि अत्र किम् इत्युक्ते भगिन्या यत् उक्तमस्ति उः इति अपि तस्ति इति खलु, उः इति अपि तस्ति, किन्तु षित् अपि नास्ति अपि षित् अपि नास्ति, तत्तु नास्ति खलु, तत्र उ इति एव अस्ति. तर्हि प्रथमं कृयोगः टि एव अस्ति खलु, अनन्तरमेव एतद् आयाति. अहं तदेव चिन्तयामि अत्र पित् पित् कुतः आयाति, पित् अपित् कुतः आयाति? पित् अपित् एकमासीत्, इदानीं तिप् इत्यस्य स्थाने कृ योगः उ योगः तिप् ति इति अस्ति प्रथमपुरुषे, तत्तु पित् अस्ति. अधुना अन्यत्र किं यत्र अन्ति इति अस्ति, तत्र अन्ति नो चेत् क्रः इति अस्ति खलु, क्रतः वा अन्ति वा अस्ति चेत् तत्र तु अपित् अस्ति अपित् अस्तु अस्तु अपित् अस्ति तर्हि तादृशचिन्तनम् अधुना भगिन्यः प्रश्नः समीचीनः अस्ति यत्र सार्वधातुकार्धधातुकयोः इति किमर्थं तत्र आयाति इति एकनिमिषं भगिनि अत्र भगिनि ऊदातुक ऊप्रत्ययः आर्धधातुकप्रत्ययः यत्र सार्वधातुकः अस्ति तत्र एव अपित्वं तित्वम् इति आयाति तिंशित् सार्वधातुकम् अस्ति तर्हि यत्र षित् अस्ति तित् नास्ति चेत् तत्र एव अपित्वं तित्वम् इति आयाति यत्र आर्धधातुकप्रत्ययः अस्ति तत्र अपित् तित् इति नायाति तत्र तु सार्वधातुक आर्धधातुकयोः इति गुणकार्यं भवति एव अत्र पित्सु प्रत्ययेषु इत्यनेन किम् उक्तम् इत्युक्ते कृ योगः उ अनन्तरं पित् अस्ति पित् अस्ति खलु तादृशस्थित्यां तादृशस्थित्यां कुरुते इति भवति कुरु योगः ति करोति इति भवति करोति किम् इत्युक्ते आदौ किं भवति कृ योगः उ इति अस्ति उ तु आर्धधातुकप्रत्ययः अस्ति उ आर्धधातुकप्रत्ययः इत्यस्मात् अत्रापि सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यं भवति अस्तु सार्वधातुकः इत्यस्य एव सार्वधातुकम् अपित् निद्वत् इत्यनेन निद्वद्भवति सार्वधातुकम् अपित् निद्वत् आर्धधातुकम् अपित् निद्वत् इति नास्ति अत्र आर्धधातुकप्रत्ययस्य अपित्वं पित्वम् इति न द्रष्टव्यं भवति तत्र तु सर्वदा गुणकार्यं भवति तर्हि सूत्रं वदति खलु सार्वधातुकम् अपित् इति सूत्रं सार्वधातुकस्य एव विषयः अस्ति तादृशं सूत्रं तर्हि कृयोगः उ इति आर्धधातुकप्रत्ययः अस्ति अनन्तरं पित् आयाति ति इति कृयोगः उ इति आर्धधातुकः अस्ति तर्हि कृ इत्यस्य गुणकार्यं भूत्वा कर् इति भवति कर्योगः उ करु इति भवति अधुना करुयोगः ति इति अस्ति ति इति तिप्पति तर्हि अधुना किम् अस्ति तिप् इति तिप्पम् अस्ति अतः गुणकार्यं भवति अधुना पुनः गुणकार्यं किं भवति सार्वधातुकार्धधातुकयोः इत्यनेन करो इति भवति उकारस्य ओकारः भवति ओकारः भवति करोति इति रूपं निष्पन्नं अधुना यत्र अपित् प्रत्ययः अस्ति तिङ् अपित् तिङ् प्रत्ययः तत्र किं भवति अत्र करु इति आगतं खलु सार कृयोगः उ करु इति आगतं निष्पन्नं भवति करु इति समानसोपानानि सन्ति कृयोगः उ अधुना उ इति आर्धातुकप्रत्ययः अस्ति तर्हि सार्वधातुक आर्धातुक इति गुणः भवति करुयोगः उ करु इति अभवत् अङ्गम् अधुना करुयोगः अन्ति इति अस्ति करुयोगः तः वा करुयोगः अन्ति द्वयोः अपि समानकार्यम् तत्र किं भवति उत् अत उत् सार्वधातुके इति सूत्रेण अत्र करु इत्यस्य अतः उत् सार्वधातुके किं किं भवति करोतेः उप्रत्ययान्तस्य अङ्गस्य अतः उत् इति सार्वधातुके इति अस्ति तर्हि उप्रत्ययान्तम् अङ्गं यत् अस्ति ततः तस्मात् पूर्वं यत् अकारः अस्ति तस्य अकारस्य उत्वं भवति इत्युक्ते अत्र उ इति रेखात् परे उकारः अस्ति तस्मात् पूर्वम् अकारः यत् अस्ति क इति प्राक् अकार क्र इत्यस्मात् परं यत् अकारः अस्ति तदेव अकारः अस्ति तर्हि क इत्यस्य अकारस्य उकारः भूत्वा कुरु इति भवति अङ्गं कुरु इति एतत्तु अत उत्सार्वधातुके इति एव कार्यं भवति सार्वधातुके इति तर्हि कुरु कुरु इति अभवत् अधुना अङ्गम् अनन्तरं कुरुयोगः तः कुरुतः कुरुयोगः अन्ति अतः पुनः पुनः अन्यकार्यं भूत्वा कुर्वन्ति इति भवति संशयः निवारितं वा भगिनि किं रामक्रिया भगिनि पुनः एकवारं पठामि तदेव किमर्थं भगिन्याः प्रश्नः समीचीनम् आसीत् किमर्थं सार्वधातुको आर्धधातुकयो ऊ प्रत्ययः तु अपित् अस्ति खलु किन्तु पित् अपित् इति चिन्तनम् आर्धधातुकयोः इत्यस्य आर्धधातुकस्य कार्यं न भवति सार्वधातुकम् अपित् निद्वत् इति एव भवति तादृशचित्रं सार्वधातुकस्य एव आवश्यकम् अस्तु भगिनी एव पूरयतु भगिनि पुनः पठित्वा पद्यम् तिस्तु प्रत्ययेषु कृयोगः उ अर्धधातुक अर्धधातुकयो इत्यनेन इकः गुणः कर्योगः उ खरु इति अङ्गं अपित्सु प्रत्ययेषु अथ उत्सर्वधातुके इत्यनेन अपिति प्रत्यये परे करु इति इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः करु कुरु इति अङ्गम् अन्ति धि अपित् अस्ति अतः अङ्गम् अत्र कुरु तर्हि कुरु योग अन्ति कुर्वन्ति इति भवति अथ अत्र पित्सु अपित्सु महोदयेन बिन्दुद्वयं दत्तमस्ति तत्तु तिङ् प्रत्ययस्य मेलनस्य कार्यमेव तृतीयसोपानमस्ति यत्र अङ्गतिङ् विकरणप्रत्ययोः मेलनं तु अभवत् करु इति एव उभयत्र अभवत् अनन्तरम् अपित्सु करु इत्यस्मात् पुनः अत उत्सारधातुके इत्यनेन कुरु भवति तिङ् सूत्रं पठामि वा आम् भगिनि अथ उत्सर्गधातुके उ प्रत्ययान्त कृ धातोः कृत्व अकारस्य स्थाने उकार आदेशो भवति कितिमिति सार्वधातुकप्रत्यये परे अतः षष्ट्यन्तम् उत् प्रथमान्तं सार्वधातुके सप्तम्यन्तं त्रिपदम् इदं सूत्रम् उतश्च प्रत्ययात् संयोगपूर्वात् इत्यस्मात् उतः प्रत्ययात् च इत्यनयोः अनुवृत्तिः विभक्तिपरिणामेन पदद्वयं षष्ट्यन्तं कृत्वा उतः प्रत्ययस्य येन विधिस्तदन्तस्य इत्यनेन तादृशमङ्गं यस्य अन्ते उ इति प्रत्ययः उ प्रत्ययान्तस्य अङ्गस्य नित्यं करोतेः इत्यस्मात् करोतेः इत्यस्य अनुवृत्तिः गमहनजनकनखसां लोपः लोपः नित्यनङ्गि इत्यस्मात् निति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं करोतेः उ प्रत्ययान्तस्य अङ्गस्य अतः उत् निति सार्वधातुके निति सार्वधातुके इति अस्ति इत्युक्ते यत्र सिन् अस्ति निद्वद् भवति खलु टि इति अस्ति क्षम्यताम् सः इति अस्ति यत्र अपित् अस्ति तत्र एव निद्वद् भवति निद्वद् सार्वधातुकम् अपित् निद्वद् इत्यनेन इति सूत्रेण सूत्रेण सार्वधातुकम् अपित् इत्यनेन तर्हि तादृशसार्वधातुकप्रत्ययः यत्र करे अस्ति चेत् अतः अतः इत्यस्य उत्तमं भवति अभवत् वा संशयः नास्ति खलु भगिनि अत्र संशयः नास्ति भगिनि अत्र नित्यं किति सार्वधातुकप्रत्यये परे कुतः आयाति अत्र निति सार्वधातुके इति अस्ति खलु अनुवृत्तिसहितसूत्रं निति सार्वधातुके इत्युक्ते यत्र अपित्वम् अस्ति तत्तु निर्भवति खलु यत्र सार्वधातुकप्रत्ययः अपित् सार्वधातुकप्रत्ययः निद्वद्भवति अत्र अतः यत्र अन्ति इति अस्ति तत्तु अपित् अस्ति सार्वधातुकप्रत्ययः अस्ति तर्हि निद्वद्भवति निद्वद्भवति भूत्वा एतस्य सूत्रस्य प्रसक्तिः तत्र एव भवति प्रथमसोपाने उभयत्र समानकार्यम् उ इति आर्धधातुकप्रत्ययः अस्ति किमपि क्लेशः नास्ति करु इति एव अङ्गं भवति अनन्तरं द्वितीयसोपाने तिक्षु किमपि मेलनं भवति करु योगः इति करोति इति कार्यं भवति अपित्सु अत उत्सर्वधातुः इत्यनेन अकारस्य उकार उत्तमं भवति सुब्रह्मण्य महोदय प्रासङ्गिकसूत्राणि अत्र अस्माकं चिन्तनं भवतु प्रथमं शक्नुयोगः अन्ति शक्नुवन्ति द्वितीयं चिनुयोगः अन्ति चिन्वन्ति तृतीयं कुरुयोगः अन्ति कुर्वन्ति येषां निष्पादनार्थम् अधस्तनेषु सूत्रेषु केषां प्रसक्तिः अपि च कस्मिन् क्रमे अत्र बलाबलस्य परिशीलनम् अपेक्षितम् अत्र प्रमुखविषयः अस्ति इदानीं शक्नुयोगः अन्ति शक्नुवन्ति चिनुयोगः अन्ति चिन्वन्ति कुरुयोगः अन्ति कुर्वन्ति कथं निष्पन्नं भवन्ति कस्य सूत्रस्य प्रसक्तिः केषां सूत्राणां प्रसक्तिः अथवा कस्मिन् क्रमे भवति इति परिशीलिष्यामः। तस्मिन् समये सूत्रस्य बलाबलम् इति विषये अपि चर्चयिष्यामः। अग्रे किं करोमि भगिनि? आम् महोदय, अत्र अत्र सूत्र तर्हि शक्नुयोगः अस्ति। अत्र महोदयेन उक्तमस्ति इको एनच् इत्यस्य प्रसक्तिः अस्ति, तर्हि निमित्तं वदति वा महोदय? अत्र शक्नुयोगः अन्ति इति इको एनच् इत्यस्य प्रसक्तिः अस्ति किमर्थं चेत् अत्र अनुवृत्तिसहितसूत्रमस्ति इकः एन् अचि संहितायाम्। अत्र शक्नु इति अङ्गमस्ति, अन्ति इति प्रत्ययः अस्ति, शक्नु इति अङ्गे अन्तिमवर्णः अस्ति उकारः, तत्तु इक् प्रत्याहारे अस्ति। अनन्तरं अत्र प्रत्ययः अस्ति अन्ति, तत्तु अजादिप्रत्ययः अस्ति, तत्कारणात् अत्र अचिपरे अस्ति। अनन्तरम् अत्र शक्नुयोगः अन्ति इति उकारः इक् प्रत्याहारे अन्ति अजादि प्रत्ययः अस्ति, द्वयोः वर्णयोः मध्ये किमपि अन्यवर्णः नास्ति, तत्कारणात् द्वयोः अपि साक्षात् समीपे स्तः, तत्कारणात् अत्र इको एनचि इत्यस्य प्रसक्तिः अस्ति। इको एनचि तेन शक्नुवन्ति इति प्रायः भवेत्, किन्तु तत् न भवति। अधुना अत्र प्रसक्तिः अस्ति, परन्तु कार्यं भवति वा न इति अन्यविषयः। अत्र सूत्रस्य अन्यसूत्रं किम् आगत्य कार्यं कर्तुम् इच्छति इति अपि परिशीलनं कृत्वा कस्य सूत्रस्य बलम् अधिकम् इति भवति भूत्वा तथैव वयं निश्चयं करिष्यामः यदि तस्य कार्यं भवति वा अन्यसूत्रस्य कार्यं भवति वा। अत्र तर्हि अधुना सार्वधातुकार्थधातुकयोः अत्र सार्वधातुक अर्धधातुकयोः इत्यस्य अनुवृत्तिसहितसूत्रमस्ति। इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति अस्ति। अत्र शक्नु इति अङ्गमस्ति, तत्तु अन्ते उकारः अस्ति, तत्कारणात् तत्तु उकारः इक् प्रत्याहारे अस्ति, तत्कारणात् तत् शक्नु इति इकः अङ्गम् अस्ति। अनन्तरम् अत्र अन्ति इति अन्ति इति सार्वधातुकप्रत्ययः अस्ति, किमर्थं चेत् तत्तु तिङ् प्रत्ययः अस्ति, तत्कारणात् तिङ्क्षित् सार्वधातुकम् इत्यस्मात् अत्र अन्ति इति सार्वधातुकप्रत्ययः अस्ति, तत्कारणात् अत्र सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः अपि अस्ति। किन्तु प्राप्तिः अस्ति वा महोदय? प्राप्तिः अत्र सार्वधातुक अर्धधातुकयोः इत्यस्य प्राप्तिः अत्र यदि अन्ति इति सार्वधातुकमस्ति, परन्तु अन्ति अपित् अस्ति, तत्कारणात् सार्वधातुकम् अपित् भूत्वा तत्तु नित्वत् प्रवर्तते, तत्कारणात् निति च इत्यस्य सूत्रात् सार्वधातुक आर्धधातुकयो नित्वत्कारणात् गुणनिषेधः भवति, तत्कारणात् सार्वधातुक अर्धधातुकयोः इत्यस्य तस्य तत्तु निषिद्धं भवति। गुणनिषिद्धं भूत्वा तस्य कार्यं कार्यनिषेधं भवति. राजी भगिनी अग्रे वदति वा, इको यणस्य सार्वधातुकः कः किं सूत्रं बलवत् भवति यदि भवेत् चेत्, कार्यस्य प्राप्तिः भवेत् चेत् किं सूत्रं बलवत् भवति? इको यणचि सप्त षड् अध्याये प्रथमपादे अस्ति. सार्वधातुक अर्धधातुकयोः सप्तम अध्याये द्विपादे अस्ति. अतः इको सार्वधातुक अर्धधातुकयोः सूत्रं सप्तसप्ताध्याम् एव अस्ति. सूत्रद्वयमपि सप्तशब्दाध्याया एव स्तः. अतः सपाद सप्ताध्याया, अतः प्रथमसूत्रम् एव कार्यं करोति, परसूत्रं कार्यं न करोति. न पूर्वत्र सिद्धं कुत्र भवति? त्रिपाद्याम् अस्ति चेदेव कार्यं करोति खलु. एकमपि सूत्रं त्रिपाद्याम् अस्ति चेदेव तादृशचिन्तनम्. यत्र एकमपि सूत्रं त्रिपाद्यां नास्ति तर्हि अस्माकं चिन्तनं किं भवति? पूर्वपरनित्यन्तरङ्गापवादानाम् उत्तरोत्तरं भवीयः इति चिन्तनम् भूत्वा परसूत्रमेव बलं भवति किल. किन्तु परसूत्रस्य का आवश्यकता? अधुना परसूत्रं भवेत् चेत् विप्रतिषेधः भवतु. विप्रतिषेधे परं कार्यम् इति अस्ति. तर्हि अत्र विप्रतिषेधः अस्ति वा? विप्रतिषेधः इत्युक्ते अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा अत्र? इको यणसिति अत्र कार्यं करोति. यत्र सार्वधातुकार्धातुकयोः इत्यस्य कार्यं न भवति तत्र इको यणसि कार्यं करोति वा न करोति वा? न करोति. यत्र सार्वधातुक अर्धधातुकयोः अङ्गनिमित्तिकं कार्यमस्ति तदेव महोदयेन भगिनी उक्तवती खलु, अन्तिमविंशतिः निमेषाः किञ्चित् क्लेशः वर्तते इति. किमर्थम् इत्युक्ते अङ्गनिमित्तिकं कार्यमस्ति इत्युक्ते अत्र तु सार्वधातुः धातोः एव परे, धातुभ्यः एव तादृशकार्यं सार्वधातुक तादृश अङ्गनिमित्तिकं कार्यं खलु. सार्वधातुक आर्धातुक सूत्र अनुवृत्तिसहितसूत्रं पश्यति चेत् इकः अङ्गस्य गुणः इति अस्ति. इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः तर्हि अङ्गस्य इति अस्ति. तर्हि अङ्गानामेव तादृशचिन्तनं भवति. यत्र अङ्गं नास्ति, अङ्गम् इत्युक्ते किम्? अत्र प्रत्ययः परे अस्ति चेत् अङ्गम् अन्नमेव निमित्तिकं कार्यमस्ति. यत्र विष्णुयोगः विष्णुति न वदामि उदाहरणं वदति वा? उकारान्तम् उकारान्तं अत्र इकारान्तम् यदि योगः अपि यद्यपि भवति खलु भगिनि, यदि उकारान्तम् अङ्गं किमपि वदति महोदय? नास्ति चेत् यदि योगः इति गुरु गुरु गुरु गुरुयोगः गुरुयोगः किमपि गुरुः इति भवति खलु, गुरुः इति भवति तर्हि जानु योगः अस्ति इति. जानु इति नपुंसकलिङ्गं पदमस्ति. तर्हि जानुयोगः अस्ति इति अस्ति. तादृशसन्दर्भे अङ्गम् इति न वक्तुं शक्नुमः खलु. तर्हि सार्वधातुक अर्धातुक इत्यस्य कदापि कार्यं न भवति तत्र. अस्ति इति प्रत्ययः नास्ति, वर्णमेलनमेव तादृशसन्दर्भः भवति. अन्यत्र लब्धावकाशः अस्ति इको एनस् इति स्यात् खलु, यत्र सार्वधातुकार्धातुकयोः कार्यं न करोति. अधुना यत्र सा विकोयनसि कार्यं न करोति तत्र सार्वधातुकार्थकयोः कार्यं वदस्ति वा? कार्यं न करोति तर्हि सार्वधातुकयोः अपि कार्यं न भवति इति अहं चिन्तयामि. किमर्थं न भवति? अत्र इकोयनसि इति अचिपरे एव अस्ति. अचिपरे अचुवर्णः इत्युक्ते स्वरः एव भवेत्. अधुना सार्वधातुक आर्धातुकयो इति अकारान्तम् अजादि इति नास्ति खलु. यत्र अजादि नास्ति तत्र कार्यं करोति खलु सार्वधातुक आर्धातुकयोः इति. यत्र सः इति अस्ति करो योग करु योगः इति तत्तु तत्र तु आदौ तकारः अस्ति अचुवर्णः नास्ति. तत्रापि सार्वधातुक आर्धातुकयोः कार्यं करोति खलु. तत्र तिङ् प्रत्ययः अस्ति किल करोति. तिङ् अस्ति. आं करोति. सार्वधातुक आर्धातुक इत्यनेनैव भवति खलु. अत्र अच् अजादि नास्ति खलु. इकोविणसि तत्र प्रसक्तिः नास्ति. कुरुयोगः ति करुयोगः ति तत्र इकोविणसि प्रसक्तिः अस्ति वा? नास्ति. किन्तु सार्वधातुक आर्धातुकयोः प्रसक्तिः अस्ति वा? आम् अस्ति. अस्ति. तर्हि अन्यत्र अन्यत्र लब्धावकाशः अस्ति द्वयोः खलु. तर्हि तादृशसन्दर्भे अधुना परं कार्यं भवति. विप्रतिषेधः अस्ति. परं कार्यं सार्वधातुक आर्धातु इति वक्तुं शक्नुमः. अधुना नित्यकार्यं किमपि अस्ति वा? किं कार्यं? नित्यकार्यम् इति अत्र न भवति खलु. नित्यकार्यं अत्र नित्यकार्यम् इति किमपि नास्ति. इकोर्णचि भूत्वा सार्वधातुक आर्धातुकयोः प्रसक्तिः नास्ति. यदि सार्वधातुक आर्धातुकयोः कार्यं करोति चेत् इकोर्णचि इत्यस्य प्रसक्तिः नास्ति. तर्हि नित्यसूत्रस्य कृताकृतप्रसङ्गं न वक्तुं शक्नुमः. तर्हि तादृशचिन्तनं नास्ति. अधुना अन्तरङ्गसूत्रम् इति वक्तुं शक्नुमः वा? इकोर्णचि सार्वधातुकयोः आर्धातुकयोः इति एकमपि अन्तरङ्गसूत्रं वर्णशब्दमध्ये किम् अस्ति? अन्तिमवर्णस्य एव कार्यं भवति खलु. शक्नु इति उकारस्य कार्यमस्ति. अनन्तरम् अकारः साक्षात् एव परे आगच्छति. तर्हि निमित्तं द्वयोः अपि समाननिमित्तम् अस्ति. तर्हि अन्तरङ्गं न भवति. अन्तरङ्गं बहिरङ्गम् अत्र नास्ति. तादृशचिन्तनम् नास्ति. तर्हि तदस्ति. अनन्तरम् अधुना इकोयणचि सार्वधातुकयोः आर्धातुकयोः अपवादसूत्रं किमपि अस्ति वा? एकं सूत्रम् अन्यस्य अपवादं नास्ति वा? अस्ति वा? नास्ति. किमर्थम् इत्युक्ते अन्यत्र अन्यत्र लब्धावकाशः अस्ति. अतः अपवादं नास्ति किल? निश्चयेन अपवादं नास्ति. तर्हि परनिमित्तिकम् इति स्वीकृत्य क्षम्यतां परसूत्रम् इति स्वीकृत्य विप्रतिष्यति परं कार्यम् इत्यनेन सार्वधातुक आर्धातुकयोः इत्यस्य बलम् अधिकं भवति. यदि कार्यं कुर्यात् किन्तु अत्र कार्यं न करोति तेन सूत्रेण सार्वधातुकम् अपि इत्यनेन कार्यं न भवति. निद्वत् इत्यनेन नितीच इत्यनेन कार्यं न करोति. कार्यं न भवति. अस्तु. तर्हि अधुना किम् अस्ति? इको एणसि अचिष्णुधातु ब्रुवाङ् युवरिवङ्गौ इति अस्ति खलु. अग्रे सार्वधातुकम् अर्धातुक इत्यस्य कार्यमेव नास्ति. यत्र इदानीम् उदाहरणार्थं वदामि चेत् यत्र आनी इति अस्ति लोट्लकारे आनी इति अस्ति खलु उत्तमपुरुषे. तत्र इकोयणसि कार्यं कर्तुम् इच्छति. सार्वधातुक अर्धातुक इत्यस्यपि प्रसक्तिः अस्ति. तर्हि सार्वधातुक अर्धातुक इत्यस्य कार्यं भवति. इकोयणचि न भवति. अत्र तु सार्वधातुक अर्धातुक इत्यस्य कार्यं न भवति. अपित्वात् अन्ति इति अपित् अस्ति. अतः कार्यं न करोति सार्वधातुक. तर्हि अग्रे पश्यामः चेत् अन्य कानि सूत्राणि कार्यं कर्तुम् अर्हन्ति. प्रसक्तिः अस्ति अचिष्णुधातु भ्रुवां युवरिवङ्गौ इति सूत्रमस्ति. अग्रे कृष्णोः सार्वधातुक इत्यपि अस्माभिः द्रष्टव्यं भवति. सार्वधातुकम् अपित्वति च अपि अस्ति किल? आं भगिनि, इति शैत्यनेन निषिद्धं भवति. निषिद्धं भवति. अचिष्णुधातु ध्रुवां युवोर्यङ्गौ कूष्णवोः सार्वधातुके. अधुना अधुना किम् अभवत्? इको एनचि सार्वधातुक आर्धधातुकयोः इति द्वयोः सूत्रयोः यदि वयं चिन्तयामः तर्हि सार्वधातुकस्य कार्यं न भवति अन्ति इति अस्माकं विषये. तर्हि तत् त्यक्त्वा अग्रे किम् अस्ति इदानीम् इको एनचस्य असिष्णुधातु ध्रुवां युवोर्यङ्गौ इति अस्ति. तर्हि उभयोः कस्य सूत्रस्य प्रसक्तिः इति द्रष्टव्यं भवति. तर्हि एकमेकं स्वीकृत्य द्रष्टव्यं. शक्नु इत्यस्य विषये द्रष्टव्यम् इकोलेणसि वा अतिष्णुधातु ध्रुवं वा, नो चेत् कृष्णोः सारोदातुके इत्यस्य प्रसक्तिः अपि अस्ति वा इति द्रष्टव्यं भवति. अनन्तरं चिनुयोगः अन्ति, तस्यापि समानकार्यं समानचिन्तनं भवति. अनन्तरं कुरुयोगः अन्ति, तस्यापि समानचिन्तनं भवति. भिन्नभिन्न स्वीकृत्य एतत्पर्यन्तं संशयः अस्ति वा? पुनः पुनः सन्देहम् अस्ति, परन्तु कथं भवति इति किञ्चित् क्लेशः अस्ति एव भगिनि. किञ्चित् अग्रे गत्वा पुनः पुनः एतादृशचिन्तनं महोदयेन अभ्यासं महोदय करिष्यति, अस्माभिः कारयति, तस्मिन् समये किञ्चित् अग्रे गन्तुं शक्नुमः. किन्तु आदौ तु प्रश्नाः भवन्ति एव भगिनि. अत्र सारांशरूपेण अवगच्छति वा, सारांशसह इति अवगच्छति वा इति एव अधुना चिन्तनं. न भगिनि, अहं न अवगच्छामि. किं न अवगच्छति भगिनि? इको एनर्जि सार्वधातुक अर्थ आर्धधातुकयोः सूत्रद्वये किं पूर्वं कार्यं करोति, किं सूत्रं पूर्वं कार्यं करोति, किं सूत्रम् अनन्तरं कार्यं करोति इति न अवगच्छति वा? अस्तु, एकनिमिषं पुनः वदामि. रामप्रिया भगिनी किमपि उक्तवती वा भगिनि? वर्णादङ्गं बलियः इति अपि चिन्तनं भवति किल, इको एनचि सार्वधातुक अर्धधातुकयोः समीपे तस्मिन् प्रसङ्गे किल वक्तुं शक्नुमः. किन्तु तद् परिभाषा सर्वत्र उपयोक्तुं न शक्नुमः भगिनि. तदर्थमेव तद् न स्वीकुर्मः. साधारणतया वक्तुं शक्नुमः, किन्तु कुत्रचित् यत्र वयम् अङ्गस्य विषये दृष्टवन्तः तस्मिन् समये तु अङ्गमपि अङ्गस्य कार्यस्य अपेक्षा वर्णकाल्यं फलवता भवत् खलु. तर्हि ब्लैण्ड्लि से वर्णातङ्गं बलीयः इति, इफ् यु लुक् इट् इन् जनरिक्लि वर्णातङ्गं बलीयः इति भवति. किमर्थम् इत्युक्ते इट् इस् बिकास् आफ़् द वे अष्टाध्यायी इस् रिटन्. इफ् यु लुक् इट् इट् द 6:1-6:3 इस् स्वरसन्धि, विच् इस् वर्णनीतिकं कार्यम्. अनन्तरं you have 6:4-6:4 and 7 until 7.x you have angakaryam. So that way angakaryam comes after varnakaryam, so we can say anvaranadangam baliya. But if you look at halsandhi karyani, halsandhi comes in tripadi, right? So that time you have, you can again you can say tripadi sutram will be asiddham, tarhi varnakaryam baliya iti vaknum shaknumah. But in anything that comes in 8.1 we have to be careful, because that is not in tripadi, that is a halsandhi karyani, not in tripadi, but it comes after angakaryam, so we might have to be a little careful there. It cannot be used everywhere. Yes, but mostly most of the cases dvavapi atra samanam eva kila. यदा संख्या दृष्ट्वा विप्रतिषेधे परं कार्यम् इत्युक्ते परसूत्रं सार्वधातुक अर्धधातुकयोः परसूत्रम् अस्ति, तद् बलवत् अस्ति. यदा वर्णादङ्गं बलीयः इति द्वावपि अत्र अस्मिन् प्रसङ्गे तर्हि राजी भगिनी पुनः यदि अन्यजनाः गन्तुम् इच्छन्ति चेत् गच्छन्तु, सार्धदशवादनम् अभवत्. तर्हि राजी भगिन्याः कृते पुनः किञ्चित् सारांशरूपेण पुनः उक्त्वा विरमामि. अहं प्रायः गृहे अभ्यासं करोमि भगिनि. अस्तु वा महोदयस्य ध्वनिमुद्रणं शृणोमि भवत्याः. अधुना वयं पुनः अभ्यासं कृतवन्तः खलु, अग्रे पुनः भवत्या आगामिकक्षे अस्तु भगिनि, निश्चयेन वदतु. तर्हि अग्रे किमपि प्रश्नः अस्ति वा? अहं चिन्तयामि प्रतिदिनं न वक्तुं शक्नोमि, महोदय पृष्टवती वदामि. नास्ति चेत् विरमामः. नास्ति, धन्यवादः. धन्यवादः, शुभरात्रिः. शुभरात्रिः. शुभरात्रिः महोदय.